पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 57 युधिष्ठिर उवाच नभस्यस्य सिदे पक्षे किं नामैकादशी भवेत् को देवः को विधिस्तस्य यददाख्या हि केशव श्रीकृष्ण उवाच कथयामि महीपाल कथामाश्चर्यकारिणीं कथयामास यां ब्रह्मा नारदाय महात्मने नारद उवाच कथयत्स्वप्रसादेन चतुर्मुखनमोऽस्तु ते नभस्य शुक्लपक्षे तु किं नामैकादशी भवेद् एतदिच्छाम्यहं श्रोतुम् विष्णोराराधनाय वै ब्रह्मोवाच वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्ठं किल त्वया नाथपरतरा लोके पवित्रा हरिवासराद पद्मानामेदि विख्याता नभस्यैकादशी सिदा ऋषी केशः पूज्यते स्याम् कर्तव्यं व्रतमुत्तमं कथयामि तवाग्रेहं कथां पौराणिकीं शुभां यस्याश्रवणमात्रेण महापापं प्रणश्यति मान्धादा नाम राजर्षिर्विवस्वद्वंशसम्भवः बभूव चक्रवर्ती स सत्यसन्धः प्रतापवान् धर्मदपालयामास प्रजापुत्रानिवौरसान् न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा निरातङ्का प्रजास्तस्य धनधान्यसमेधिताः न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते स्वस्वधर्मे प्रवर्तन्ते सर्वे वर्णाश्रमास्तथा कामधेनुसमभूमिस्तस्य राज्ये महीपतेः तस्यैवं कुर्वदो राज्यं बहुवर्षगणागताः अथैकस्मिंश्च सम्प्राप्ते विपाककर्मणः खलु वर्षत्रयं तद्विषये नववर्षबलाहकः तेन भग्ना प्रजास्तस्य बभूवुः क्षुधयार्दिताः स्वाहा स्वधावषट्कार वेदाध्ययनवर्जिताः बभूव विषयस्तस्य भाग्येन दैवपीडितः अध प्रजा समागम्य राजानमिदमब्रुवन् प्रजावूचुः श्रोतव्यं नृपशार्दूलप्रजानां वचनं त्वया आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः अयनं भगवदस्तस्मान्नारायण इति स्मृतः पर्जन्यरूपो भगवान् विष्णुसर्वगतस्थितः स एवं कुरुदे वृष्टिं वृष्टेरन्नं ततः प्रजाः तदभावे नृपश्रेष्ठक्षयं गच्छन्ति वै प्रजाः तदा कुरु नृपश्रेष्ठ योगक्षेमो यथा भवेद् राजोवाच सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचिद् अन्नं ब्रह्म यद प्रोक्तमन्ये सर्वं प्रतिष्ठितम् अन्नात् भवन्ति भूतानि जगदन्नेन वर्तते इत्येवं श्रूयते लोके पुराणे बहुविस्तरे नृपाणामपचारेण प्रजानां पीडनं भवेद् नासं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् तथापि प्रयतिष्यामि प्रजानां हितकाम्यया इति कृत्वा मदिं राजा परिमेयपरिच्छदः नमस्कृत्य विधातारं जगामगहनं वनं चचारमुनिमुख्यांश्च आश्रमान्तापसहिश्रुतान् ददर्शाधब्रह्मसुतमृषिमाङ्गिरसं नृपः तेजसाद्योदितदिशं द्वितीयमिव पद्मजं तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनाद नमश्चक्रस्य चरणौ कृताञ्जलिपुडो वशी मुनिस्तमभिनन्द्याध स्वस्ति वाजनपूर्वकं पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः निवेदयित्वा कुशलं पप्रच्छानामयं नृपः दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य सन्निधौ प्रत्युवाजमुनिं राजा पृष्टो ह्यागमकारणं राजोवाच भगवन्धर्मविधिना मम पालयदो महीम् अनावृष्टिश्च संवृत्तानाहं वेत्म्यत्र कारणम् संशयच्छेदनायात्र आगतोऽहं तवान्दिके योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ऋषिरुवाच एतत्कृतयुगं राजन्युगानामुत्तमं मदम् अत्र ब्रह्मपरा लोकाद्धर्मश्चात्र चतुष्पदः अस्मिन् युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः विषये तव राजेन्द्र वृषलोऽयं तपस्यति यदस्मात् तरणाच्चैव न वर्षति बलाहकः कुरु तस्य वधे यत्नं येन दोषप्रशाम्यदि राजोवाच नाहमेनं वदिष्यामि तपस्यं तमनागस्सं धर्मोपदेशं कथय उपसर्गविनाशनं ऋषिरुवाच यद्येवं तर्हि नृपदे कुरुष्वैकादशी व्रतं नभस्य सिदे पक्षे पद्मानामेदि विश्रुदा तस्याव्रतप्रभावेन सुवृष्टिर्भविदा ध्रुवं सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी अस्याव्रतं कुरु नृप सप्रजः परिपालितः इति वाक्यमृषे श्रुत्वा राजा स्वगृहमागतः भाद्रमासे सिदे पक्षे पद्माव्रतमधाकरोत् प्रजाभिः सह सर्वाभिश्चादुर्वर्ण्यसमन्वितः एवं व्रते कृते राजन् प्रभवर्षबलाहकः जलेन प्लाविदा भूमिरभवत् सस्यशालिनी ऋषीश्वरप्रभावेन लोकासौख्यं प्रपेदिरे यदस्मात् कारणादेवं कर्तव्यं व्रतमुत्तमम् दद्योदनयुधं तस्यां जलपूर्णं खडं द्विजे वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च नमो नमस्ते गोविन्द बुद्धश्रवणसंज्ञक अखौकसंक्षयं कृत्वा सर्वसौख्यप्रदो भव भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः पठनाश्रावणाद्राजन् सर्वपापैः प्रमुच्यते इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे भाद्रपद शुक्ला पद्मैकादशी नाम सप्तपञ्चाशत्तमोऽध्यायः ॐ